नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। इदानीं शुभा भगिनी कृपया चालयतु। अस्तु भगिनि, नम सर्वेभ्यः। अद्य पुनस्मरणं भवति, तर्हि सर्वे मिलित्वा सूत्राणि पुनः एकवारं पठामः। तत्र विजयलक्ष्मी भगिनी, नमस्कारः। श्रूयते वा मम ध्वनिः? अस्तु, तर्हि आरम्भतः इति भवत्या उक्तम्। इदानीं तर्हि कुतः आरम्भं कुर्मः? आरम्भतः वा अथवा कानिचन केचन श्लोकाः कानिचन सूत्राणि येषां पुनर्पठनेन लाभः भवति चेत् तदपि कर्तुं शक्नुमः। तत्र विजयलक्ष्मी भगिनी नमस्कारः, श्रूयते वा? आं श्रूयते, किम् अभवत्? अद्य विद्याभगिन्याः स्वास्थ्यं सम्यक् नास्ति, अतः सा गतवती, अपि च अस्मान् उक्तवती यत् वयं पुनस्मरणं कुर्युः इति। तर्हि भवती चालयितुम् इच्छति वा भगिनी? सूत्र विषये भवती सम्यक्तया जानाति, अपि च तत्र सरस्वती भगिनी, उषा भगिनी, तर्हि अथवा सर्वे मिलित्वा पठामः। तत्तु तत्र माडरेट् तु कर्तुं शक्नोमि, करोति वा? किं कुर्मः? अत्र गतसप्ताहे भगिनी एकं प्रश्नं पृष्टवती आसीत्, तस्य विषये किञ्चित् वक्तुम् इच्छामि। अस्तु, प्रश्नः कः अस्ति उक्त्वा वदति वा? हा, तत्र हा धातोः रूपनिष्पत्तौ मध्यमपुरुषस्य एकवचनस्य रूपमस्ति खलु, तात् इति अपि अस्ति खलु, तत्र रूपत्रयं सम्भवति। इत्युक्ते ओहाङ्ग् वा ओहाङ्ग् वा भगिनि? ओहाक् वा ओहाङ्ग् वा ओहाक् इति मन्ये, ओहाङ्ग् नासीत्। एकनिमिषं, जानाहि जानीहि जानीहि इति रूपत्रयं कस्य आसीत्? ओहाक् इत्येव, ओहाक् तत्र हा हा भवति, अनन्तरं झ हा झ हा, अनन्तरं ह्रस्वः जहा जहाति जहीतः जहीतः इति रूपत्रयं सम्भवति। एवमेव यदा तात् इत्यस्य प्रयोगः भवति तत्र आकार जहातात् इति रूपं नास्ति। भगिनी पृष्टवती आसीत् किमर्थं न भवति इति, तत् कुत्र अस्ति अस्माकं करपत्रे इति? एकनिमिषम्, तत्र जहीतात् अपि च जहीतात् ईहलग्यो अगोः इति रूपद्वयमेव अस्ति खलु तात् इत्यस्य विषये, तात् इति विषये ह्रस्व इकारः अपि च दीर्घ इकारः अपि अस्ति। जहातु, परन्तु तात् यदा योजयामः तदा जहातात् इति रूपं नास्ति नास्ति। तस्य विषये भगिनी पृष्टवती, तात् इति तु हि इत्यस्य स्थाने आगच्छति, तर्हि आच हौ किमर्थं तात् विषये न उपयुज्यते इति स्मर्तुं स्मरणे आगच्छति वा? आमां, तत्र सूत्रम् एकवारं एतत्र केवलं सारांशरूपेण पठामि वा, तदनन्तरं भवती वदतु। एकनिमिषं, तत्र कुत्र अस्ति इति अहम् अन्वेषणं कुर्वती अस्मि। आच हौ इति, प्राप्तम्। आच हौ पठतु, अनन्तरं डिस्कस् कुर्मः। तत्र तत्र त्री सूत्रास् आर् देर् रैट्. वन् इस् ई हल्यघोः, अनन्तरं जहातेश्च, अनन्तरम् आचहौ इति. अतः जहाहि, जहीः, जहीः इति रूपत्रयं भवति. एवमेव यदा तात् हि स्थाने तात् आगच्छति तत्समये जहितात्, जहिताद्, जहीतात्, जहितात् इति भवति, परन्तु जहातात् इति रूपं न भवति. तस्य विषये किञ्चित् डिस्कशन् कुर्मः. अस्तु, तत्र पूर्णतया भवती पूर्णतया सूत्रं पठितुम् इच्छति चेत् पठतु, नो चेत् अहं तत्र पठतु भवती एव पठतु. अस्तु, न तत्र इदानीम् आच हौ इति सूत्रं किं वदति इत्युक्ते, तत्र वाक्यद्वयेन एव वदामि. ही प्रत्यये परे ओ हाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्व इकारादेशः अपि तु आकारे आदेशः अपि भवति इति. इत्युक्ते अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य इत् आच हौ अन्यतरस्याम् इति. इदानीं भव विद्याभगिन्याः प्रश्नः आसीत् तत्र किमर्थं तत्र आकार आदेशः न अभवत् इति, अपि च भवती इदानीम् उत्तरं वदति अस्मान् इति. अस्तु, किञ्चित् आङ्ग्लभाषायाम् अस्तु. तत्र पठ इति धातु स्वीकरोतु. तत्र किं भवति, सेहर्य पिच्च इति लोट्लकारस्य मध्यमपुरुषस्य एकवचनरूपं भवति. पठ योगः शप् योगः सि इति अस्ति. तत्र पठ योगः अ योगः सेहर्य पिच्च इति सूत्रेण हि इति आयाति. अनन्तरम् अतो हे इति सूत्रेण किं भवति, अदन्तात् अङ्गात् परस्य हि प्रत्ययस्य लुक् भवति. अतः पठ इति रूपं सिद्ध्यति. सम्यक् वा? आं सम्यक्. अतो हे इत्युक्ते अदन्त अङ्गम् अस्ति. पठ योगः अ पठ इति अभवत् खलु, तत्र अदन्त अङ्गात् परे अतो हे इति सूत्रेण हि प्रत्ययस्य लुक् भवति, विशिष्टलोपः. अतः पठ इति मध्यमपुरुषस्य एकवचनरूपम् अस्ति. सम्यक् वा? सम्यक् भगिनि. इदानीं सूत्रमस्ति तुह्योस्तातङ् आशिष्यन्यतरस्याम् इति. अत अनेन सूत्रेण हि स्थाने विकल्पेन आशिषि अर्थे तातङ् आदेशः भवति. सम्यक् वा? सम्यक्. आशिषि आशिषि विषये लोट् लकारस्य तु हि प्रत्ययोः विकल्पेन तातङ् आदेशः भवति. इदानीम् अतो हे इति सूत्रं तातङ्विषयकार्यं न करोति. तातङ्विषये यदि कार्यं करोति स्म तदा रूपं भवति पठतात् इति. अकारः तत्रापि यदि हि इत्यस्य सारि पठतात् इति रूपमस्ति, तत्रापि हि इत्यस्य स्थाने तात् आयाति. अतः हि इत्यस्य विषये यस् लुक् भवति, तात् इत्यस्य विषये अपि लुक् भवतु इति कुर्मश्चेत् तत्र पठतात् इति रूपमपि न निष्पद्यते खलु, पठ इति एव सिद्ध्यति. तत्र एक्स्प्लेनेशन् दत्तमस्ति यत् अत्र एक्स्प्लेनेशन् किम् अस्ति इति, अनेन तुह्योस्तातङ् आशिष्यन्यतरस्याम् अनेन सूत्रेण आशिषि विषये लोट्लकारस्य लोट्लकारस्य हि प्रत्ययस्य विकल्पेन तातङ् आदेशः भवति. अयम् आदेशः परत्वात् वर्तमानसूत्रं बाध्यते. वर्तमानसूत्रं किम् अस्ति? अतो हे हे इति अस्ति. सो परत्वात् वर्तमानसूत्रं बाध्यते, अतः हि इत्यस्य तातङ् आदेशः करणीयः अस्ति चेत् अतो हे हे इति सूत्रस्य प्रसक्तिः नास्ति. तातङ् विषये अतो हे हे इति सूत्रस्य प्रसङ्गः नास्ति. एवमेव आच हौ इति सूत्रं संख्या किम् अस्ति? संख्या अस्ति 64117 इति अस्ति सूत्रसङ्ख्या. अपि च तुह्योस्तातङ् आशिष अन्यतरस्याम् इत्यस्य सूत्रसङ्ख्या अस्ति 7135. सो दट् सेम् लाजिक् विल् अप्लै हियर् आल्सो इस् मै एक्स्प्लनेशन् ओवर् हियर्. यदा यथा अतो हे हे विषये परत्वात् तुह्योस्तातङ् आशिष अन्यतरस्याम् इति सूत्रम् अतो हे हे इत्यस्य कार्यं कर्तुं न कार्यं बाध्यते. एवमेव आचहौ इत्यस्य कार्यमपि तुह्योस्तातङ् आशिष्यन्यतरस्याम् इति सूत्रं बाध्यते, अतः एव आचहौ इत्यस्य तत्र प्रसक्तिर्नास्ति. सम्यक् वा? आं भगिनि, अहं तु मन्ये सम्यक्, परन्तु एतस्य विषये तु वयं तु अल्पज्ञाः न. आम् आम्, बहु अल्पज्ञाः. सा एव वदति चेत् लाजिकल् एण्ड् पर्फेक्ट् लाजिक्. यत्र यतोहि सूत्रक्रमाङ्कः एवमेव अस्ति बाधक. परत्वात् इट् इस् वर्तमानसूत्रं बाध्यते. इट् इस् फुल्फिलिङ्ग् दोस् कण्डिशन्. सो इट् इस् सिमिलर् सिचुवेशन्. सो ऐ फील् दट् सेम् लाजिक् शुड् अप्लै हियर् आल्सो. करेक्ट्. नो चेत् सर्वत्र इतोपि एकम् अहं चिन्तितवती, नो चेत् सर्वत्र हि स्थाने तासङ्ग आदेशस्य उपयोगमेव न भवति. सर्वदा एवमेव वयं चिन्तयामः चेत् हि स्थाने तासङ्ग कृत्वा किमपि न साध्यते. तदेव. सो ऐ थिङ्क् नेक्स्ट् वीक् वेन् शि कम्स् वी केन् डिस्कस्. आं भगिनि, पुनः वदतु अग्रिमे सप्ताहे. किन्तु वदनाय धन्यवादः. अस्माकमपि इदानीं परिचयः जातः, तत्र तर्कः कः इति. तर्हि अग्रे भवती एव चालयतु कक्षा. वयं किञ्चित् पूर्वं यत् पठितं तदेव पठामः वा? हा, तत्र तदेव मम प्रश्नः. इदानीं सर्वाणि सूत्राणि पठामः वा अथवा कानिचन सूत्राणि येषाम् अवगमनं प्रायशः सम्यक् नास्ति, मम तु तादृशा परिस्थितिः अस्ति तत्र, तर्हि तथा कुर्मः वा किं कुर्मः? इट् वुड् बि नैस् इफ् वन् आफ् अस् इस् पक्का इनफ् एण्ड् एक्स्प्लेन्स् आल् द सूत्रस् एण्ड् वेर् इट् इस् एप्लिकबल् इन् अ शार्ट् फार्म् रिविजन्. इट् वुड् बि लैक् रिविजन् बट् ऐ डोण्ट् नो. सरस्वती भगिनी इस् बेस्ट् अमङ्ग्स्ट् अस्. हू एल्स् इस् देयर् इन् क्लास्? न, भवती अपि, सर्वे एव. परन्तु लक्ष्मी भगिनी आगतवती न? लक्ष्मी भगिनी अपि आगतवती. तर्हि इदानीं लक्ष्मी भगिनी, अद्य वयमेव स्मः वर्गे. नमस्कारः. नमस्ते भगिनी. विद्या भगिनी नागतवती वा? न, तस्य स्वास्थ्यं न सम्यक् नास्ति इति आगतवती, किन्तु प्रत्यागतवती. तस्याः स्वास्थ्यं सम्यक् नास्ति इति अपगतवती. तर्हि तत्र लक्ष्मी भगिनी, इदानीं ई हल्ले गोः जहातेश्च आच हौ इति तत्र सूत्रस्य कार्ये किं तत्र विजयलक्ष्मी भगिन्या उक्तं जहा किं भगिनी तत्र हा इत्यस्य जहा तात् इति रूपं किमर्थं न भवति इति विवरणं कृतवती किन्तु अग्रिमसप्ताहे पुनः करिष्यति यतोहि तत्र विद्याभगिनी एव वक्तुं शक्नोति तत् सम्यक् अस्ति वा न वा इति इदानीं वयम् अग्रे पठामः सूत्राणि पठामः तत्र कथं करणीयम् इति भवत्यः कृपया सूचयन्तु बहवः सूत्राणि सन्ति खलु बहूनि सूत्राणि हा इत्युक्ते तत्र हा तत्र लक्ष्मीभगिनी किं वक्तुम् इच्छति तर्हि भवती एव वदतु यथा तत्र भगिनि बृञां बृत् अपि च बहुलं छन्दसि वदतु भगिनि तदपि अथवा तत्र स्नाभ्यस्तयोरातः इति आलोपः इति आरभ्य ईहल्यगोः जहातेश्च आचहौ इति तत्र सारांशरूपेण वक्तुमिच्छति वा पठित्वा वदामः सर्वे मिलित्वा कुर्मः इत्युक्ते अहमपि सिद्धा नास्मि सर्वे मिलित्वा पठित्वा आमामाम् इत्युक्ते तत्र ब्रुवां हा ब्रुवां मित् इत्यस्मात् आरभते किम् आरभते इत्युक्ते हा इत्यस्य ई आदेशः तत्र आरभते तदनन्तरं बहुलं छन्दसि इति भवति ई आदेशः स्नाभ्यस्तयोरातः आलोपः इति अस्ति तत्र तर्हि तानि सूत्राणि स्वीकृत्य किञ्चित् पठित्वा सारांशं प्राप्नुमः वा तृतीयः बिन्दुतः आरभ्य कुर्मः अकारान्तधातवः षड्धातवः सन्ति इति वा अस्तु भवती एव पठतु भगिनि शोभा भगिनि ओ तत्र तृतीयबिन्दुतः वा तिङ्प्रत्ययनिमित्त अस्तु अस्तु हा तर्हि तिङ्प्रत्ययनिमित्तिकं तत्र मम गृहे छदि किञ्चित् कार्यं भवत् अस्ति ध्वनिः अस्ति वा अस्ति न खलु अस्तु कोलाहलं नास्ति कोलाहलं नास्ति अस्तु मम कृते तु बहु कोलाहलम् अस्ति तर्हि सम्यक् भवत्यः न शृण्वन्ति चेत् सम्यक् अस्तु तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इदानीम् आकारान्तधातवः इति विषये षड् धातवः सन्ति माङ् माने मा इति लौकिकरूपम् ओहाङ् गतौ हा इति लौकिकरूपम् ओहाक् त्यागे हा इति पुनः गा स्तुतौ इदानीं गा इति डुदा इति दाने दा इति धातुः डुधा इति धारणपोषणयोः तत्र धा इति धातुः अवशिष्यते तर्हि माङ् माने ओहाङ् गतौ ओहाक् त्यागे गा स्तुतौ तत्र द्वित्वम् अभ्यासकार्यं च इति विषये अग्रे उक्तमस्ति भ्रुवाद्यन्त अन्तर्गणः भ्रुवाद्यन्तर्गणः भ्रुवादि अन्तर्गणः डुभ्रुइ धारणपोषणयोः माङ् माने ओहाङ् गतौ इमे त्रयः धातवः भ्रूयादयः भ्रुवां मित् इति भ्रुइ माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौपरे अलोन्तस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने ई आदेश इदादेशः इत् आदेशः न तु अभ्यासस्य पूर्णस्य भ्रुवां षष्ठ्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रं निजां त्रयाणां गुणः श्लौ इत्यस्मात् त्रयाणां श्लौ इत्यनयोः अनुवृत्तिः अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः रेकार्डिङ्ग् कुर्वती अस्ति वा रेकार्डिङ्ग् भगिनी स्थापितवती तर्हि अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्रुवां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लौ अस्तु तावत् अस्ति सूत्रस्य विषये इत्युक्ते तत्र भ्रुवादि इति अन्तर्गणे एते धातवः इत्युक्ते भ्रू इति धातुः, मा इति धातुः, अपि च हा इति धातुः, भ्रू माङ् ओहाङ्ग् इति. तर्हि एतेषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशः भवति स्लौपरे इति किं तत्र विषय आशयः. हा, अपि च तत्र अन्यत् सर्वत् पठितं मया, किन्तु तत्र तदेव मुख्यविषयः. अपि च अनुवृत्तिसहितसूत्रे भ्रुवां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् भवति श्लौ परे, इत्युक्ते तत्र श्लौ भवेत् परं तदा एव अभ्यासः भवति एव. तर्हि अभ्यासस्य स्थाने एतत् कार्यं भवति, इत्युक्ते अभ्यासस्य इत् भवति इति विषयः. इदानीं तत्र एकमेकं धातुं स्वीकृत्य पश्यामः. तत्र मा इति अहं पठामि. तर्हि त्रिषु धातुषु इत्युक्ते माङ् माने, ओहाङ्ग् हा, अपि च द्वयमपि नित्वात् आत्मनेपदी धातुः. अस्तु, तत्र एतदपि विषयः अस्ति. तत्र माङ् मा इति माङ् इत्यतः आगच्छति, अपि च हा इति ओहाङ्ग् इत्यतः. नित् द्वौ अपि नितौ, अतः आत्मनेपदी धातुः विहीयते खलु. अस्तु, अथवा विहितः भवति तत्र. अपि च इदानीं मा इति पठामि. मा इति स्लौ इत्यनेन द्वित्वं मम भ्रुवां मित् इत्यस्य अभ्यासस्य ह्रस्वः इकारादेशः. इदानीं भ्रुवादिगणे अस्ति इत्यतः भ्रुवां मित् इति सूत्रम् आगच्छति कार्यं कर्तुम्. अपि च मामा इत्यस्य तस्मिन् किं प्रथमः मा अभ्यासवर्णः, अतः तस्य इकारादेशः, आकारस्य इकारादेशः, ह्रस्व इकारादेशः मिमा इति अङ्गं भवति. इदानीम् अग्रे हा इति अस्ति. अन्या कोऽपि पठितुम् इच्छति वा? तत्र उषा भगिनी पठति वा? भगिनी, विहितः इत्यस्य यदि भवती क्रियारूपेण वक्तुम् इच्छति, विहितः इति धातोः क्तप्रत्ययरूपम् इति मन्ये. एकवारं दृष्ट्वा वदामि. आम्, वि आम् आम् सत्यं, विधीयते इति न भवति, विधीयते इति विधीयते, सत्यम्. अतः तत्र सम्यक् न इति मनसि आगतं. हा, धन्यवादः भगिनि, सत्यं. हा, विधीयते. आम् आं भगिनि, पठतु. हा इति धातु, हा श्लौ श्लौ आयाति. श्लौ इत्यनेन द्वित्वं द्वित्वं जातं. हा हा हा श्लौ इत्यनेन द्वित्वं हा हा. ब्रियाम् इत् इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः. अभ्यासस्य ह्रस्व इकारादेशः हि हा इति भवति. अनन्तरं कुहोश्चुः इत्यनेन अभ्यासस्य चर्त्व आदेशः, ऐ गेस् न, च वर्ग आदेशः. अस्तु, च वर्ग आदेशः जिका इति भवति. अभ्यासे चर्च इत्यनेन महाप्राणजकारस्य स्थाने जश् स्थाने जश् आदेशः जिहा इति भवति. जिहा इति अङ्गं भवति. अस्तु, हा धातु हा तृतीयगणा श्लौ श्लौ इत्यनेन द्वित्वं जातं. प्रथमं कार्यं द्वित्वं हा हा इति भवति. हा हा, अनन्तरं ब्रिङ्याम् इत् इत्यनेन ब्रिङ्याम् इत् इति धातोः ब्रीङ् इति अन्तर्गणः. ओके, अन्तर्गणः धातोः, अत्र हा इति धातु अन्तर्गणः अस्ति. इत्यनेन ब्रियाम् इत् इत्यनेन अभ्यासस्य ह्रस्व इकारादेशः. अभ्यासस्य इत्यनेन प्रथमहकारः प्रथमहाकारः इति हि भवति. हि हा भवति. अनन्तरं कुहोश्चुः इति अभ्यासस्य कार्यम्. अभ्यासस्य कार्यं कु कवर्ग हि इति अभ्यास प्रथम हि इति इत्यस्य हकारस्य स्थाने झकार आदेशः हकारः महाप्राणः तथा कुहोश्चुः इत्यनेन च वर्ग महाप्राण झकार आयाति जिह इति भवति अभ्यासे चर्च तदपि द्वित्वकार्यम् अभ्यासे चर्च इत्यनेन जश् स्थाने जश् एव भवति जिहा इति भवति अभ्यासस्य चर्त्वं भवति जिहा इति भवति जिहा इति अङ्गं जातम् अग्रे पठामि वा अग्रे अपि पठतु भगिनि अस्तु तत्र न भवति अभ्यासस्य चर्त्वं भवति चेत् झकारः जष्ट्वं जष्ट्वं जष्टाने जष्ट्वं या जबग जष्ट्वं जष्ट्वम् इति जष्ट्वं हा तत्र हा अपि गा सम्पूर्णतया पठतु भगिनि संहितायां किल अभ्यासे जलाब् जस् चर्च संहितायाम् अभ्यासे हा तत्र अभ्यासे सत्यं भगिनि अभ्यासे झल् स्थाने जश् अतः अनुवृत्तिसहितसूत्रम् उक्तवती भवती अभ्यासे झलां जश् चर् च संहितायाम् इति अस्ति आम् झलां जश् चर् अन्यविषये आगच्छति परन्तु अत्र तु चर् नास्ति अत्र तु अभ्यासस्य कार्यं जष्ट्वमेव तत्र अत्र तु जष्ट्वमेव झकारस्य जकारादेशः तावदेव आम् खै चर् किल खै आम् खै स्थाने चर् भिन्नस्थले आयाति परन्तु अत्र एव शर्पूर्वाकयः द्वित्वकार्यस्य कार्येण सह आयाति खलु बट् अभ्यासे चर्च 8445 या किन्तु तत्र खर् खै वर्णः नास्ति खलु शर्पूर्वः नास्ति शर्पूर्वः खै इति खै न न न सा सत्य सम्यक् वदति मीना भगिनी यदि वयम् अष्टाध्यायी डाट् काम् मध्ये पश्यामः अभ्यासे चर्च अभ्यासे विद्यमानस्य झल् वर्णस्य यथा योग्यं जश् अथवा चर् आदेशः भवति यतोहि झल् स्थाने जश् भवति पुनः चर् स्थाने अपि तृतीया अस्ति न अतः तत्र चर्त्वं भवति वा स्थाने चर् अस्ति चर् भवति एकवारं पश्यामि अधिकं द्रष्टव्यं वयं तु केवलम् अस्माक उदाहरणानि तु एवमेव सन्ति अत्र वयं तृतीयवर्णः वयं तत्र स्थापयामः तत्र द्वितीयः स्तम्भः अस्ति चेत् प्रथमवर्णः चतुर्थवर्णः अस्ति चेत् तृतीयस्तम्भः चतुर्थस्तम्भः अस्ति चेत् तृतीयस्तम्भः इति सामान्य नियमः सत्यं सत्यं तत् तर्हि तत् तस् अत्र तस्य विषयः न प्रवर्तते इति खलु अत्र झकारस्य स्थाने फोर् जष्टुमेव सम्भवति यतोहि झकारः अस्ति खलु आम् इत्युक्ते तत्र तदनन्तरं हा हा क्षम्यतां वदतु भगिनि न तावदेव अत्र झकारः अस्ति चतुर्थः स्तम्भः अस्ति अतः अत्र जष्टुमेव सम्भवति यदि पुनः चर्त्वं भवनीयम् इत्युक्ते तत्र द्वितीयवर्णः भवेत् तदा तथा भवितुम् अर्हति खाद् अस्ति चेत् खखाद् भूत्वा ख स्थाने च कोश्चुः तत्र भूत्वा चकार आगच्छति चकारस्थाने अभ्यासे चर्च भूत्वा चकार आगच्छति द्वितीय वर्णः अस्ति चेत् प्रथमवर्णः चतुर्थः वर्णः अस्ति चेत् तृतीयवर्णः अतः जष्ट्वम् अथवा चर्त्वम् एवं भवति तदेव अस्मिन् प्रसङ्गे तु केवलं जष्ट्वम् आम् छिद् इत्यत्रापि विहड्डन्नु चिच्छेद छिद् इत्यस्य एनिवे यु अण्डर्स्टुड् खाद् इत्यस्य अत्र दृष्ट्वा भल् भल् अत्रत्य अस्ति चेत् प भल् इति भवति फल् फल् इत्यस्य आयाति हकारः अस्ति चेत् तकारः आयाति सत्यं तादृशम् I think we had done even that chid dhatu, chit cheda iti kimapi manasi ayati. Chit cheda iti. Na, asmaka atra iva abhyase charcha iti atra udaharanam dattam asti. Chartvasya, jashtvasya api. Pashyam. Agre ayati. Purvam. Na, purvam eva asti. Purvam asti. Tadeva, we did some exercises where we did chakarasya sthane, chakaraha, haan. इत्युक्ते तत्र द्वे सूत्रे स्तः खलु हलादिशेषः अपि च किं षर्पूर्वः खयः अनन्तरं तत्र परं यत्र अभ्यासचर्चे सूत्रार्थः दत्तमस्ति तत्र उदाहरणानि दत्तानि सत्यं कृतवन्तः तत्र द्रष्टुं शक्नुमः इत्युक्ते तत्र भवती भवत्यौ कृतवत्यौ तत्र केचन क्लिष्टकराः एव इत्युक्ते तत्र स्पर्धि इति आसीत् स्पूर्ज् इति आसीत् फल् इति आसीत् इत्युक्ते षर्पूर्व खैवर्णाः आसन् अपि च किं कानिचन अभवत् द्वित्वस्य चर्त्वं भवति जष्ट्वम् अपि चर्त्वं हा यथा भवत्या उक्तं चतुर्थः वर्णः अस्ति चेत् जष्ट्वं द्वितीयः वर्णः अस्ति चेत् चर्त्वं हा अस्तु हा उषा भगिनी अग्रे पठति वा नमस्कारं भगिनि प्रथमद्वितीय अस्ति चेत् चत्वं तृतीयचतुर्थ अस्ति चेत् चत्वम् इत्युक्ते वन् इति स्वीकरोतु फोर् अस्ति चेत् त्रि टु अस्ति चेत् वन् फोर् त्रि टु वन् न सा वदति त्री अस्ति चेदपि त्री पुनः करणीयम् एवं पर्जन्यवत् किं पुनः वदतु भगिनि परिवर्तनं नास्ति फोर्त् अस्ति चेत् त्री तु करणीयमेव परन्तु त्री अस्ति चेदपि पुनः त्री करणीयम् तथैव परन्तु सूत्रस्य आवश्यकता अस्ति तत्र एवं सा वदति इति अहं मन्ये परन्तु तत् सत्यं परन्तु परिवर्तनं नास्ति न परिवर्तन तस्य प्रसक्तिः न भवति खलु जल् वर्णः जश् वर्णः अस्ति चेदेव परन्तु जष्टुम् अथवा चर्त्वं भवति खलु इदानीं जश्वदी आयाति वा तर्हि एतस्य अपि चर्चा पूर्वम् अभवत् अतः अहं श्रुतवती सूर्यकुमारी भगिनी किं वदति तत् अस्तु अग्रे गच्छामः सम्यक् पठतु भगिनी उषा भगिनी ओहाक् त्यागे अनुबन्धलोपे हा धातुः पर्सनपति आम् हा इति द्वित्वम् अभ्यासकार्यं च परिशीलनीयम् इदानीमेव वयं मा ओ हाक् त्यागे रैट् या सो तथा एव हा जिहा एव सिद्ध्यति ओके जिहा इति सिद्ध्यति अनन्तरं गा स्तुतौ छान्दसः इत्युक्तौ वेदे प्रयुज्यते न तु लोके अतः बहुळं छन्दसि इत्यनेन इत्यनेन सूत्रेण अभ्यासस्य इत्वं जातं गा प्रथमं द्वित्वकार्यं गा गा इति भवति गा प्रथम अभ्यासस्य का इत्वं भवति द्वि गा इति भवति द्विगा इति अनन्तरम् अभ्यासे चर्च न कुहोश्चुः प्रथमं कुहोश्चुः कुहोश्चुः द्विगा भवति कवर्गस्य स्थाने च वर्ग आदेशः कुहोश्चुः द्विगा इति भवति ओके अभ्यासे चर्च तथा एव सिद्ध्यति जिगा एव सिद्ध्यति अनन्तरं गा स्तुतौ इति परस्मैपदी धातु गा इति द्वित्वम् अभ्यासकार्यं तथा इदानीमेव वयं दृष्टवन्तः जिगा इति भवति बहुळं छन्दसि इत्यनेन एव अभ्यासस्य इत्वं भवति पूर्वं वयं दृष्टवन्तः ब्रियामित् अन्तर्गणे धातोः गा हा ओहा डुब्रिञ् धारणपोषणयोः माङ् ओहाङ् त्रयः ओहाङ् ओहाङ् इत्येव दत्तम् अनन्तरम् ओहाक् ओहा ओके ओहाङ् इति आत्मनेपति धातु ओहाक् परस्मैपति धातु तत्र यत्र भ्रू माङ् हा भ्रू मा तत्र भ्रू भ्रू माङ् ओहाङ् एते त्रयः धातवः एव भ्रुवामित् इत्यस्मिन् गणे वर्तन्ते तदनन्तरं तत्र ओहाक् इति पृथक्तया दत्तम् इत्युक्ते तत्र परस्मैपदी भवति भ्रुवादिधातुः अपि नास्ति अपि च किम् उक्तवती भगिनी सरस्वती भगिनी तदेव इतोपि यदि वयं वदामः चेत् तर्हि तत्र इकार न भवति ओहं ओहाक् त्यागे इकारः न भवति यथा भवति प्रियामित्यनेन नास्ति अतः जहा एव तिष्ठति न तु जिहा जिहा न हा हा एव भवति परन्तु हा हा सः जिहा जहा कार्यं करोति अनन्तरम् अभ्यासे चर्चा इत्यनेन जहा भवति अस्तु जिहा इति नास्ति हाङ्ग् ओहाङ्ग् इत्यस्य कृते एव जिहा सिद्ध्यति हाक् ओहाक् धातोः जहा इति भवति अस्तु आम् ओहाङ्ग् जिहा ओहाक् जहा जहा परन्तु गा धातु अस्ति ब्रियामित् इत्यनेन तत्र बहुलं छन्दसि इत्यनेन खलु विशिष्टसूत्रं तत्र गा स्तुतौ इत्यस्य कृते एव अत्र अत्र सूचितं बहुलं छन्दसि अपि च हाङ्ग् ओहाङ्ग् इत्येव ब्रियामित्यनेन इत्वं भवति ब्रीङ् धातु अत्र न वयं न अस्ति अत्र नास्ति जुहोत्यादिगणे मे बि इट् इस् देर् बट् देन् इट्स् आकारान्त धातु नास्ति दिस् इस् जुहोत्यादिगणे अजन्तधातु रैट् भ्रूयि इति डुभ्रूयि इति जुहोत्यादि अस्ति खलु जुहोत्यादि ब्री अस्तु अस्तु क्षम्यतां डुभ्रूयि न डुभ्रूयि इति अस्ति किन्तु भ्रूयि इति द्वादिगणे एव जुहोत्यादि नास्ति आम् तत्र तु भ्रूयि इति एव दत्तं भ्रुवाम् इति हा जुहोत्यादिगणे भवति चेत् अद्य वयम् अत्र पठामः खलु वयं तु अत्र आकारान्तधातूनां विषयः अस्ति यद्यपि डुब्रीञ् इति धातुः जुहोत्यादिगणे एव अस्ति तथापि आकारान्तधातुः नास्ति इति कृत्वा अत्र अस्य परिगणना नास्ति अस्मिन् सन्दर्भे अपि च डुब्रीञ् अत्र ब्रिञादिगणे तु आकारान्तधातुषु धातुद्वयमेव अन्तर्भूतः माङ् अपि च ओहाङ् तस्य विषये अत्र उक्तमस्ति डुब्रीं किमर्थं नोक्तं अग्रे अस्ति किमर्थम् अत्र नोक्तम् इति ऋकारान्तः अस्ति इति कृत्वा गास्तुतौ गास्तुतौ द्वित्वम् अभ्यासकार्यम् ओके बहुळं छन्दसि इत्यनेन इदानीं तत्र बहुळं छन्दसि इत्यनेन कार्यम् अभवत् इत्यतः तदपि पठतु भगिनि बहुळं छन्दसि इत्यस्य विषये बहुळं छन्दसि विषये अभ्यासस्य इकारादेशः भवति श्लौ आम् श्लौ परः अस्ति चेत् बहुळं छन्दसि इत्यनेन यस्य कस्यापि धातोः श्लौ परे द्वित्वं तस्य वेदप्रसङ्गे अभ्यासस्थितस्य स्वरस्य इकारादेशः. ओ अस्तु. बहुळं छन्दसि इत्यनेन यस्य कस्य यस्य कस्यापि धातोः श्लौपरे द्वित्वं यदा वच् इति अस्ति विभक्ति भवति. सच् सिशक्ति, गृ जिगर्ति, हृ जिहर्ति. आम् वच् वच् वच् अनन्तरं इत्वं बहुळं छन्दसि इत्यनेन वेदे सो विभक्ति इति भवति. अस्तु. सच् सच् सच् अनन्तरं सिशक्तिः आम् शकारः इङ्कोः इत्यनेन शकारः भवति. घृ जिगर्ति, घृ घृ देन् कुहोश्चुः चकार चवर्ग आदेशः. कुहोश्चुः इत्यनेन झकारः जग्र अनन्तरं जिग्र जिग्र देन् गुणा जिहर्ति जिघर्ति. अस्तु. हृ तथा एव प्रथमं कुहोश्चुः अनन्तरं महाप्राण महाप्राण झकार देन् अभ्यासे चर्च जिहर्ति. अस्तु. अस्तु. आम् अस्तु. तर्हि धन्यवादः भगिनी. अग्रे लक्ष्मी भगिनी पठितुम् इच्छति वा? तर्हि आं भगिनि पठामि. श्राभ्यस्तयोरातः पठानि वा? आम् अस्तु. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं श्नाभ्यस्तयोरातः. श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किदिङिति सार्वधातुकप्रत्ययपरे. श्नाश्च अभ्यस्तश्च तयोः इतरेतरद्वन्द्वः श्नाभ्यस्तौ तयोः श्नाभ्यस्तयोः श्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदमिदं सूत्रं. स्नस्सोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. गमः नजनघनघसां लोपः नित्यनङि इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः. अत्युत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः लोपः ङिति सार्वधातुके. अस्तु. इदं श्नाभ्यस्तयोरातः इति सूत्रं वदति आकारस्य लोपः भवति. तर्हि कदा भवति इति चेत् ङिति ङिति सार्वधातुकप्रत्यये परे भवति. कस्य इति चेत् श्ना प्रत्ययस्य अपि च अभ्यस्तसंज्ञकधातोः आकारस्य लोपः. श्ना प्रत्ययस्य इति वदामः चेत् अत्र किं प्रत्ययान्ते न प्रत्ययस्य प्रत्ययस्य ग्रहणं प्रत्ययान्त किम् अस्ति तत् प्रत्ययलोपे प्रत्ययरक्षणं न न तत् नास्ति. प्रत्ययः इति श्ना प्रत्ययः प्रत्ययग्रहणे तदन्तग्राह्यः समीचीनं. तेन अवगम्यते यत् श्ना प्रत्ययः यत्र अन्ते अस्ति तस्य ग्रहणं भवति. इत्युक्ते श्ना प्रत्ययान्तम् अङ्गं तस्य आकारस्य लोपः. तर्हि आकारः तत्र दृश्यते श्ना इति वदामः चेत् तस्य लोपः. अपि च अभ्यस्तसंज्ञकधातुः यत्र यत्र अभ्यस्तसंज्ञकः धातुः वर्तते इत्युक्ते द्वित्वं यथा भवति अपि च अन्यकारणेन अपि अभ्यस्तसंज्ञकः अभ्यस्तसंज्ञा प्राप्यते तादृशधातुः आकारस्य लोपः अनेन सूत्रेण भवति इति अत्र सूत्रार्थः. अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः लोपः ङिति सार्वधातुके. श्नाप्रत्ययान्त अङ्गस्य अपि च अभ्यस्तसंज्ञकधातोः च आकारान्तस्य आकारस्य लोपः किति ङिति सार्वधातुकप्रत्ययपदे भवति इति अर्थः. भगिनी आतः इत्यस्य विषये डिड् वि डिस्कस् किमर्थं तत्र तपरकरणम् इति केवलम् आकारस्य ग्रहणं भवति इति वा? न, अत्र तपरकरणं नास्ति इति मन्ये. अत्र आकारस्य पञ्चमी कृत्वा आत् इति भवति इति भावयामि. अत्र आतः इति पञ्चमी वा षष्टि वा षष्टि खलु षष्टि किमर्थं प्रथमविभक्ति खलु आत् इति भवति आकारः प्लस् अत् आत् आत्तः इति न भवति वा षष्ट्यन्तमेव दत्तमस्ति किल षष्ट्यन्तमेव परन्तु तत्र षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदमिदं परन्तु तपरकरणमेव खलु तर्हि आत् इत्यस्यैव षष्ट्यन्तम् आतः इति भवति आम् सत्यं तर्हि किमस्ति नस्य भवति खलु प्रत्ययः अस्तु प्रत्यय अस्तु भवति खलु अस्तु भवति चेदपि अत्र अस्ति चेदेव आतः इति जातम् आम् आतः प्लस् अस् अत्रापि समानकार्यं भवति खलु लक्ष्मी भगिनी तस्याः प्रश्नः भिन्नः तस्याः प्रश्नः अस्ति आतः आस्तु तपर अस्ति अतः केवलम् आ विषय अस्ति न तु एवम् अस्ति वा एवं तस्याः प्रश्नः अस्ति तपरकरणम् अस्ति वा नास्ति वा इति प्रथमं चिन्तनीयं खलु न तत्तु अस्ति एव न आत्तः एव आतः भवति न तर्हि तपरस्तु अस्ति एव न पञ्चमी भवति चेत् आतः इति पञ्चम्यन्तं वक्तुं शक्यते परन्तु अत्र तु षष्ट्यन्तम् षष्ट्यन्तम् अतः अत्र तु डेफिनेट्लि तपरकरणम् अस्ति आकारस्य लोपः एव खलु आकारान्तधातु श्नाभ्यस्तयोरतः अभ्यस्तसंज्ञकधातु सो लिङ्गस्य श्नाभ्यस्तयोः आतः सम्यक् तत्र अन्यत् किम् उक्तं तत्र आत् इति अस्ति चेत् आतः इति षष्टिः भवति किन्तु तत्र आयोगः अस् इति किम् उक्तम् Supposing you want to say Mysuru Taha, that is Panchami, khalu? Amam. That way you can say Panchami. You can't say Ataha and call it Shashti. Ha, kintu tatra say... kim uktam, as iti uktam khalu? Tatra as iti astya Ataha. As pratyaya. Shashti, shashti vibhakti ekavachana pratyaya. As. आयोगः नस् इति नस् इति अस् भवति अस्तु सो आत् योगः अस् आत् इति प्रातिपदिकम् अस् इति प्रत्यय आत् इति आत् योगः अस् आतः इति भवति ओ अस्तु तदेव उक्तं कीदृशं पदं तत्र तथा भवति चेत् इदानीं न अत्र तपरकरणमेव स्यात् इति तपरकरणमेव स्यात् निर्णयः अस्तु अतः इत्यत्र किन्तु तपरकरणस्य प्रयोजनं किम् इति द्वितीयः प्रश्नः अत्र आकारान्तधातु खलु अत्र न परन्तु आ इति इफ् यु से इट् टेक्स् ओन्लि आकारान्त आकारस्य लोपः एव तथा देन् आत्वं ओन्लि इफ् यु से akarah then it takes all the 18 with it akarah to probably because sutram sounds better atah he'll have no sutre atah to karaniyam eva na akarasya grahanam kevalam asti chet केवलम् आ कथं भवति सूत्रे अतः एव आत् भवति न अत्र विश्व इति भवति चेत् तर्हि कथं भवति तस्य सूत्रे आः कथं भवति अतः एव आतः भवति अतः एव आतः इति तत् सुलभतया नो चेत् श्नाभ्यस्तयो राः इति भवति वा तदेव तर्हि आः तदा भवति यदि समस्तपदस्य लिङ्ग् वचनमस्ति चेत् न वा रामलक्ष्मणयो अत एव स्पष्टीकरणार्थं स्पष्टीकरणार्थम् उच्चारण सौलभ्यार्थं सत्यं सत्यं नो नो डेफिनेट्लि क्लारिटि न भवति अह इति विश्वपः इति भवति सपोजिङ्ग् इट् वास् आकारान्त पुल्लिङ्गशब्द देन् षष्टिविभक्ति वुड् हव् बीन् लैक् विश्वपः इट् इस् विश्वपः षष्टिविभक्ति सो इट् वुड् हव् बिकम् स्नाभ्यस्तयोर् अह देन् क्लारिटि नास्ति वाट् ही इस् ट्रैङ्ग् टु से अन्त भगिन्यः तत्र मम प्रश्नः इदानीम् अग्रे रूपाणि साधनीयानि इति तु अस्ति किन्तु अग्रे एतानि सूत्राणि पठित्वा इत्युक्ते जहातेश्च आचहौ तावत्पर्यन्तं तत्र अन्वयं कर्तुम् इच्छन्ति वा कथं तत्र आदेशाः भवन्ति तदनन्तरं ते तेषां कुत्रचित् पुनः अन्यः आदेशः भवति इति मम चिन्तनं भवत्याः वदन्तु कृपया तत्र किञ्चित् फ्लो अस्ति इति अतः यत् कुतः आरभ्य इत्युक्ते भ्रुवम् इति आरभ्य आदेशाः भवन्ति अतः तत्र कुत्रचित् बहूनि रूपाणि अपि सिद्ध्यन्ति तत्र तेषां सम्बन्धः इत्युक्ते तत्र किञ्चित् चर्चां कर्तुं शक्नुमः वा नो चेत् यत् कर्तुम् इच्छन्ति तत् कुर्मः ऐ डिन्ट् अण्डर्स्टाण्ड् एनिबडि सो वाट् ऐ एम् सेयिङ्ग् इस् सि स्टार्टिङ्ग् वित् भ्रुवामित् इति खलु तत्र आदेशः अभवत् इत्युक्ते किं भ्रुवामित् इत्यत्र अङ्गस्य अभ्यासस्य इत् इत् इति भवति आदेशः तदनन्तरं किं भवति तत्र एकक्षणं अस्तु बहुलं छन्दसि सः भिन्नः विषयः इदानीं श्नाभ्यस्तयोरातः इति आलोपः भवति ई हल्यघोः इत्यनेन यत् आकारः श्ना किम् अभ्यस्तसंज्ञकधातोः आकारस्य स्थाने ईकारादेशः इत्युक्ते आकारादेशः प्राप्तः तस्य स्थाने ईकारादेशः भवति तदनन्तरं जहातेश्च इत्यनेन ओहाग् धातोः गतौ पूर्वसूत्रेण लब्धस्य ईकारस्य स्थाने इदानीं ह्रस्व इकारादेशः भवति तदनन्तरं जहातेश्च इति तु केवलम् ओहाग् त्यागे इत्यस्य एव सत्यं सत्यं किन्तु तत्र अस्तु तर्हि भवती वदति तत्र धातुः एव भिन्नः भवति तर्हि तत्र मा योजयतु इति अस्तु सत्यं तदपि अस्ति त्यागे इत्यस्य कृते एव जहातेश्च अपि च आचहौ सम्यक् भगिनी तत्र हा तत्र तर्हि केवलम् एकस्य धातोः हा तयोः द्वयोः अन्वयः भवति तत्र इत्युक्ते जहातेश्च आचहौ इति स्मरणीयम् अपि च अन्यत् अस्ति तदनन्तरं लोपोयि इति अपि अस्ति तर्हि जहातेश्च आचहौ लोपोयि अपि च तावदेव खलु ओहाक्त्यागे इति अस्तु तर्हि तत्र भ्रुवम् इति आरभ्य बहु किं बहुलं छन्दसि तु नास्ति स्नाभ्यस्तयोरातः अपि च ई हल्यघोः तावत्पर्यन्तं स्वीकर्तुं शक्नुमः इत्युक्ते ग्रूप् रूपेण भगिनी कम्प्लीट् करोति इदानीं जया भगिनी ई हल्यघोः अपि सम्यक् सम्यक् सत्यम् ई हल्यघोः श्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति कितिमिति हलादिसार्वधातुके प्रत्यये परे परन्तु घूसंज्ञकधातुः चेत् न भवति घूसंज्ञकः धातुः नाम दा धा च धातु न घु अघुः तस्य अघोः ई लुप्तप्रथमाकं पदं हलि सप्तम्यन्तं सप्तम्यन्तं पदम् अघोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् श्नाभ्यस्तयोरातः इत्यस्मात् श्नाभ्यस्तयोः आतः च इत्यनयोः अनुवृत्तिः गमः न जनघनघसां लोपः नित्यननि इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः अत् उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः इ हलि सार्वधातु निति हलि सार्वधातुके अघोः ईहल्यघोः इति सूत्रं वदति आकारस्य स्थाने ईकारादेश दीर्घ ईकारादेशः भवति निमित्तानि समानानि श्ना प्रत्ययस्य श्ना प्रत्ययान्तम् अङ्गस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति इति वदति तर्हि अत्र प्रायः बलाबलचिन्तनस्य अपि प्रसक्तिः अस्ति यतोहि श्नाप्रत्ययस्य अभ्यस्तसंज्ञकस्य कत्र वदति आकारस्य लोपः भवतु इति अन्यत्र वदति आकारस्य ईकारादेशः भवतु इति वदति हल्यगोः इति उक्तत्वा घूसंज्ञकः धातुः न भवति केवलम् अघोः धातोः घूसंज्ञकः कः इति चेत् दा अपि च धा धातुद्वयं तस्य घू इति संज्ञा वर्तते इति कारणात् एतौ द्वौ धातु घूसंज्ञकौ तत्र नाभ्यस्तयोर् आतः works for angasya nabhyastayoh atah lopah kiniti sarvadhatuke here there is one extra hali yeah, halati halaadi pratyaya pare satyam so halaadi sarvadhatuke pratyaya pare dirgha ikarah bhavati iti uktatva ajadi pare shnabhyastayoh atah हलि सार्वधातुके इति अनुवृत्तिसहितसूत्रे अस्ति इति दृष्ट्वा अस्माभिः ज्ञातुं शक्नुमः यत् कितिङिति हलादि सार्वधातुके प्रत्ययपरे ईकारादेशः किन्तु आकारस्य लोपः तु अजादि कितिङिति सार्वधातुके प्रत्ययपरे इति फलितार्थः अस्ति इति ज्ञातुं शक्नुमः इति तावदेव अत्र तर्हि श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः कितिमिति सार्वधातुके परे अपि च अभ्यस्तसंज्ञकधातुः अजादि कितिमिति सार्वधातुके प्रत्यये अतः तस्य श्नाभ्यस्तयोरातः इत्यस्य अपवादेन ईहल्यगोः कार्यं करोति हलादि सार्वधातुके प्रत्यये परे अपवादेन वा न भगिनि एवं नास्ति अजादि अपि न दत्तमस्ति हलादि अपि न दत्तमस्ति तर्हि सूत्रस्य प्रसक्तिः द्वयोः स्थाने भवति परन्तु तत्र अजादि मयापि हलादि कृते विशिष्टसूत्रम् अस्ति अतः यावत्पर्यन्तं तत् सूत्रं कार्यं करोति तावत्पर्यन्तं केवलम् ईहल्यगोः हलादि कृते तथा श्राव्यसयोरातः अजादि कृते परन्तु यत्र इत्युक्ते ईहल्यगोः अघोः अस्ति अतः घूसंज्ञकधातूनां कृते इत्युक्ते दाधा कृते यदा श्राभ्यस्त ईहल्यगोः कार्यं न करोति यतोहि अघोः अस्ति तर्हि तदा श्नाभ्यस्तयोरातः हलादि कृते अपि कार्यं करोति एवम् अहं चिन्तयामि सत्यं भगिनि अजादि वा हलादि वा नास्ति द्वयोः कृते कार्यं करोति परन्तु यावत्पर्यन्तं श्नाभ्यस्तयोरा ईहल्यगोः सूत्रेण वयं कार्यं कर्तुं शक्नुमः तावत्पर्यन्तं ईहल्यगोः कुर्मः परन्तु घूसंज्ञकधातूनां कृते तु ईहल्यगोः कार्यं न करोति तदा अजादि भवेत् अथवा हलादि भवेत् द्वयोः कृते श्नाभ्यस्तयोरातः कार्यं करोति So you're saying that snabhyastayor atah will work in the general conveyor belt, it will do its work. Correct. Only the hali ones will change to from but akara has become lopa andre how will akara become ikara no, so that is why when it is hali since we have a vishishta sutram for hali and it is not bhusanyaka then you will apply e halyo goho for halai but bagini ke sapavada iti maya likitam aham cha maya cha sadrsha chatsa jata karyam karoti iti maya likitam ताम् अस्माभिः चर्चितं पूर्वम् इत्युक्ते अत्र नाभ्यस्तयोरातः अपि अजादिक् इति सर्वथा तु स्वातन्त्र्येण कार्यं करोति एव कार्यं कर्तुं शक्यते कर्तुं शक्यते इति निरवकाशत्वेन ईहल्यगोः अपवादत्वेन कार्यं करोति सा धातु अस्ति न डुदाय धने तत्र पुनः इदानीमेव अहं पुनः दृष्टवती आश्रदे डाट् काम् मध्ये दा धातु कृते पश्यतु आत्मनेपदस्य लट् लकारस्य प्रथमपुरुष एकवचनं दत्ते कथं भवति दत्ते दायोग शप् योग तदनन्तरं श्लू भवति दादा ददः भवति तदनन्तरं दायोग ते अस्ति तर्हि तत्र शाभेस्तयोरातः आकारः गच्छति अपगच्छति तत्र हलादि हल् अस्ति प्रत्यय हलादि प्रत्यय अस्ति ते परन्तु तत्र ईहल्यगोः कार्यं न कर्तुं शक्नोति अगोः इति दत्तं खलु सूत्रे अगोः इति अस्ति खलु यदि गूसंज्ञकधातु अस्ति तदा शाभेस्तयोरातः हलादिकृते अपि अजादिकृते अपि भवति कार्यं तस्य कार्यं गूसंज्ञकधातोः कृते applicable for one set and it is not applicable for another set then for the set for which it is applicable you can call it apavada iti kimapi asti man paribhasha kintu tatra bhavatyah swaram shatu yadi aham mama avagamanartham tarhi haladiva ajadiva snabhyastayo rataha iti karyam karoti केवलं तत्र घूसंज्ञकः कर्तुं शक्नोति विशिष्टसूत्रमस्ति हलादि कृते हलादि कित्ने हलादि सार्वधातुकप्रत्यय कृते अतः श्नाभ्यस्तयोरातः बाधित्वा ईहल्यगोः कार्यं करोति यदि हलादि कित्नित् अस्ति परन्तु यदि घूसंज्ञकधातु अस्ति कार्यं करोति इति अस्तु प्रथमं तत्र श्नाभ्यस्तयोरातः इति आगच्छति परसूत्रम् ई हल्यघोः तर्हि तत्र श्नाभ्यस्तयोरातः इति अकारादि अपि च घूसंज्ञकस्य अपि कार्यं करोति ई हल्यघोः इत्यनेन तत्र घूसंज्ञकस्य न किन्तु हलादि अस्ति तर्हि यद् उषा भगिनी उक्तवती तदपि सत्यम् इत्युक्ते तत् श्राव्यस्तयोरातः बाधित्वा एव ईहल्यगोः कार्यं करोति परन्तु यदि घूस् परन्तु अहं किमर्थं न अहं किमर्थम् उक्तवती किमपि यतोहि केवलं तद् अजादिकृते नास्ति तत्र न दत्तमस्ति किमर्थं तत्र सूत्रे न दत्तं तदेव अहमपि प्रष्टुम् इष्टवती भूसंज्ञकधातु कृते अजादिकृते अपि तत् कार्यं भवति तस्य कार्यं भवति अतः तत्र न दत्तमस्ति इत्युक्ते स्नाभ्यस्तस्य अभ्यस्तसंज्ञक धातोः च अकारस्य लोपः भवति कितिनिति सार्वधातुके प्रत्यये परे तावदेव तत्र किमर्थं न दत्तमस्ति किमर्थं स्पष्टतया अजादि न दत्तमस्ति यतोहि घूसंज्ञकधातु कृते अजादि कृते अपि हलादि कृते अपि तस्य कार्यं भवति केवलं घूसंज्ञकस्य कृते यत्र ईहल्यगोः न प्रवर्तते तत्र श्राभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति इति भगिनी वक्तुमिच्छति खलु तत्र तु अजादिप्रत्यये परे एव इदं सूत्रं कार्यं करोति इति वक्तुं न शक्नुमः इति भगिन्याः आशयः खलु तत्र दत्ते भवति तत्र श्राद्धस्थयोः कार्यं करोति अपि च अते तत्र तु हलादिः अस्ति इति भगिन्याः पक्षः हलादि अस्ति तत्र ते इति तथापि अजादिः नास्ति अत्र आकारस्य लोपः दृश्यते अतः सर्वदा अजादिप्रत्यय इति सर्वधातुके प्रत्ययपरे एव इति न वक्तव्यम् इति खलु सत्यं तदेव किन्तु केवलं प्रायः दाधा इत्यनयोः कृते एव एतादृश प्रसवः हा पुनः प्रसवः इति प्रायः वक्तुं शक्नुमः इति चिन्तयामि यद्यपि अत्र श्राभ्यस्तयोरातः न प्रवर्तते ईहल्यगोः आगत्य न प्रवर्तते पुनः श्राभ्यस्तयोरातः इत्यनेन प्रवृत्तिः स्यात् इति धन्यवादः भगिनि सर्वेषां धन्यवादः मम अपि च अग्रे किम् इदानीं जहातेश्च इति सूत्रं प्रति गच्छामः वा सरस्वती भगिनी एव पठतु अहं बहु उक्तवती न सूर्यकुमारी भगिनी पठितुम् इच्छति किं पठतु भगिनि पठामि वा भगिनि पठतु भगिनि जहाति च ओहाक् धातोः आकारस्य स्थाने ह्रस्व इकारादेशो विकल्पेन भवति हलादौ कितिनिति सार्वधातुकप्रत्यये परे अलोन्तस्य इत्यनेन ओहाक् धातुरूपाङ्गस्य अन्ते स्थितस्य आकारस्य स्थाने इदादेशः न तु पूर्वतया अङ्गस्य जहातेः षष्ठन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इद्दरिद्रस्य इत्यस्मात् इति इत्यस्य भ्रूण अनुवृत्तिः भ्योऽन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः ईहल्यगोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः गमहनजनखनगसां लोपः नित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अथवत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहाते च अङ्गस्य इत् हलि निति सारधातुके अन्यतरस्यां सूत्रं सारांशः जहाते च इत्युक्ते ओहाक् धातुविषये सूत्रमस्ति तत्र जहाते च इत्युक्ते तत्र अपि चकार अस्ति चेत् तत्र अपि इकारादेशः विकल्पेन भवति मम एक चिन्तनमस्ति तत्र इकारादेशः वृणामित्ति सूत्रेण इत् दरिद्रस्य अनुवृत्ति भवति इत् दरिद्रस्य बियो अन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् अपि अनुवृत्ति भवति नीति सार्वधातुके अपि अनुवृत्ति भवति जहाते च अङ्गस्य इत् हलि निति सार्वधातुके अन्यतरस्यां तत्र वृणामित् प्रसक्तिः नास्ति इत् दरिद्रस्य एव अनुवृत्ति अस्ति ओहाक् धातोः अभ्यस्य अचुवर्णस्य इत् इद् अन्यतरस्यां भवति एकपक्षे इत् भवति अन्यत् पक्षे अक् ह्रस्व एव तिष्ठति चह रूपं भवति चिह अपि भवति इति सारांशः अस्तु जहा अपि भवति जिहा अपि भवति इति वा आमाम् न अङ्गम् अङ्गं जः भवति अपक्षे जिः अपि भवति हलिपरे जिः भवति न तु अजादिप्रत्यये पदे जिः कथं जहि जहि एण्ड् जहि भवति जिः न भवति जहि इति हा जहाति जहितः जहीतः इति भवति तत्र लट्लकारे वदन्ति अस्ति खलु अस्ति पश्यतु भूयां मे तत्र वयं तस्य अनुवृत्तिसहितसूत्रं पश्यामः चेत् हा पुनः किञ्चित् उपरि गत्वा भ्रूयां त्रयाणाम् अङ्गस्य अभ्यासस्य इच्छ्लौ अस्तु परन्तु अत्र जहातेश्च यत्र दत्तमस्ति तत्र जहातेः च अङ्गस्य इत् हलिनिति सार्वधातुके अन्यतरस्य तर्हि अभ्यासस्य न तु अभ्यासस्य अतः अत्र अङ्गस्य जहितः जही यः अपि जहि अपि भवति जहि भवति जहि अपि भवति अनेन सूत्रेण केवलं जहीतः अपि च जहितः एव भवति अग्रिमसूत्रमस्ति खलु आचः भगिन्याः प्रश्नः विकल्पेन इति उक्तं खलु तर्हि रूपद्वयं किम् इति तत्र किमर्थम् इत्युक्ते ओहाग्धातोः पूर्वसूत्रेण लब्धस्य ईकारस्य स्थाने इदानीम् आदेशः भवति विकल्पेन हा ह्रस्व इकारः पूर्वम् आदेशरूपेण ईकारः आगतः तस्य स्थाने अतः विकल्पेन ह्रस्व इकारः अतः तत्र जहि जहितः जहीतः इति भवति पूर्वेण प्राप्तः ईकारः नास्ति आकारस्य एव ह्रस्व इकारादेशः खलु न तत्र जहाते अहं तत्र तथा किमर्थं लिखितवती इत्युक्ते ई अल्यगोः इत्यत्र श्नाप्रत्यय किं तत्र अभ्यस्तसंज्ञकधातोः आकारस्य स्थाने ईकारादेशः भवति खलु तस्य इदानीम् ईकारस्य स्थाने विकल्पेन ह्रस्व इकारः भवति एतेन न न जहातेः सूत्रं वदति खलु आक्त आकारस्य स्थाने इकारादेशः अत्र आत् इति उक्तं खलु लब्धस्य ईकारस्य स्थाने इति अस्तु एकक्षणं भगिनि एकक्षणं तत्र किमर्थं च इति उक्तं तत्र जहातेश्च अङ्गस्य इति हलिज्ञति सावधात्के अन्यतरस्याम् आकारस्य किमर्थम् ईकारादेशः अस्तु तर्हि तत्र आकारः कुतः आगतः इत्युक्ते सः आकारः श्नाभ्यस्तरः ईहल्य इत्युक्ते श्नाभ्यस्तरोः सः आकारः वा जः इति अङ्गे आकारः वर्तते खलु सः जः इति एव अङ्गम् जः इति अङ्गम् अस्ति किन्तु अस्मिन् अङ्गे आकारः वर्तते तादृश आकारस्य ह्रस्व इकारादेशः जहातेः जहातेश्च सूत्रेण इति मम अवगमनम् मीना भगिनी तत्र तस्मात् पूर्वं यदस्ति न 115 सूत्रं तत्र अस्ति तत्रापि विकल्पेन ईकारः भवति अतः तत्र लक्ष्मीभगे अहमपि मन्ये यत् भवती उक्तवती तत् सत्यं विकल्पेन भवति प्रथमं तु आकारस्य स्थाने एव इकारस्य पुनः ईहलघुः अपि कार्यं करोति तत्र अतः करपत्रे अपक्षे दत्तमस्ति अपक्षे इत्युक्ते तत्र किञ्चित् वदतु भगिनि पक्षे इति वक्तव्यम् एकस्मिन् पक्षे तु आकारस्य इकारादेशः अन्यस्मिन् पक्षे आकारस्य ईकारादेशः इति ईहल्यकोः इत्यनेन अस्तु तर्हि द्रष्टव्यं मम मया तथा मीना भगिनी पूर्वस्मिन् सूत्रे तु भियोरन्यतरस्यामिति भियोर अन्यतरस्यामिति सूत्रमस्ति तत्रापि ह्रस्व इकारादेशः भवति तस्मात् च इति इत्यस्य अनुवृत्तिः इति भावयामि भगिनि धन्यवादः भगिनि अत्रापि ह्रस्व इकारादेशः भवतु इति च इति उक्तम् That point is missed out अत्र खलु न च इति सूत्रे एव अस्ति खलु अतः अनुवृत्तिरूपेण न साक्षात् अन्यतरस्यां कुतः आगतम् अस्ति धियो अन्यतर अग्रे दत्तं खलु भगिनि No, I was wondering why that anyatarasyam sutram is not mentioned. It is mentioned. Bhiyo anyatarasyam. Apicha harasvaha iti kutaha agatam. Harasvaha. Itdaridrasya iti nena. Itdaridrasya. Okay. So that... इद्दरिद्रस्य तत्रापि ह्रस्वः इति तु न दृश्यते इत्यत्र एव ह्रस्वत्वम् अस्ति अपरकरणेन अस्तु अस्तु अस्तु ह्रस्वः इति न इत् इति अस्ति नास्ति इत् इति अस्ति खलु तर्हि तत्र इत् दरिद्रस्य तदनन्तरं भियो हो अन्यतरस्याम् अपि च जहातेः च इति तावत्पर्यन्तं तत्र तस्य किम् अनुवृत्तिः भवति खलु एक्चुलि अन्यतरस्याम् इति सूत्रे अस्ति इति कृत्वा ई वाट् इस् दि अदर् आप्शन् जहातेः च इति नो जहातेः इस् द फस्ट् आप्शन् बट् दट् सूत्रं सेस् अन्यतरस्याम् अतः द ई हल्यघोः आल्सो बिकम्स् अपक्षे हा इत्युक्ते तत्र सूत्रक्रमः अन्वयः अन्यतरस्याम् इत्यत्रापि स्यात् अपि च ह्रस्व इकारादेशः भवतु इति अपि स्यात् यतोहि भियोरन्यतरस्यां तत्रापि इकारादेशः ह्रस्व इकारादेशः भवतु इति उक्तं खलु अतः अत्रापि भवतु इति अपि तत्रापि तस्य अन्वयः स्यात् इति भावयामि इत्युक्ते बिट्वीन् भियो अपि च जहातेश्च खलु तत्र पूर्वस्मिन् सूत्रे तु विधिः अस्ति इकारादेशः जहातेश्च इति उक्तत्वात् जहाति धातोः अपि इकारादेशः भवतु इत्युक्ते तत्र इत् दरिद्रस्य अनन्तरम् अन्यतरस्याम् इति उक्तत्वात् तत्र भियो इत्यस्य विकल्पेन इत् भवेत् इति भवति वा इति चिन्तितवती इत् तु दरिद्रस्य तु भवति भियो अन्यतरस्याम् इति विकल्पेन भवति जहातेः च तत्र तु तत्रापि विकल्पेन खलु तर्हि बिकास् भियोः अपि रूपद्वयं विभितः तत्रापि अस्तु अस्तु तर्हि अग्रे इट् इस् लैक् वन् कण्टिन्युस् स्टोरि तथा एव दृश्यते तत्र ये न पठितवन्तः कृपया पठन्तु अग्रे गच्छामः वा भगिन्यः तत्र जहाते च इति आच हौ इति इदानीं तत्र मीना भगिनी न पठितवती उमा भगिनी न पठितवती मीना भगिनी पठति वा पठामि भगिनि आच हौ तत्र वा अत्र किल आमाम् आच हौ हि प्रत्यये परे ओहाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्व इकारादेशः अपि च आकारादेशः अपि आहत्य हौ परे आकारस्य स्थाने विकल्पेन इकारः आकारो वा भवति च शब्दस्य बलेन इकारः अत्र विधीयते च शब्दस्य तत्र च शब्दस्य बलेन इकारः अत्र विधीयते आ लुप्तप्रथमान्तं प्रथमाकं पदं च अव्ययपदं हौ सप्तम्यन्तं पदं त्रिपदमिदं सूत्रं इत् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः भ्यो अन्यतरस्य तत्र अस्ति इत्यस्मात् अन्यतरस्यस्य अनुवृत्तिः जहातेश्च इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य इत् आचहौ अन्यतरस्याम् तत्र धारावाही अभवत् खलु न तत्र विजयलक्ष्मी भगिनी उक्तवती स्टोरि धारावाही अस्ति तत्र इति धारावाही इत्युक्ते कण्टिन्यूङ्ग् स्टोरि इति भवति कन्नडभाषायां कण्टिन्यूस् स्टोरि आम् अस्तु क्षम्यतां वदतु भगिनि तत्र आचहौ दहाद् तत्र हा हि हि प्रत्यये परे किल हि प्रत्यये परे ओहाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्व इकारादेशः भवति ह्रस्व इकारादेः जहातेश्च इति सूत्रेण अभवत् किल ह्रस्व जहातेश्च इति तत्र तत्र ह्रस्व इकारः अभवत् तत्र विकल्पेन ह्रस्व इकारः इकारादेश अपि च अपि अपि तु आकारादेशः अपि आकारादेशः तत्र आकारेशः अस्ति किल आसक्त्य हौ परे हि परे हि प्रत्ययपरे आकारस्य स्थाने विकल्पेन इकारः आकारो वा भवति च शब्दस्य बलेन इकारः अत्र विधीयते तत्र जहाते जहाति इति अङ्गस्य इत् भवति तत्र जहाते इति सूत्रस्य आकारस्य इत्त्वम् अभवत् किति किति हरि फलादौ प्रत्यये परे परन्तु तत्र हि प्रत्यये परे तु आचः आकारस्य आदेशरूपेण आगच्छति वा तत्र किम् ओह कुत्र हि भवति किं भवति तत्र अस्ति हा हा हि अस्ति तत्र हा हा हि अस्ति तत्र जहाहि जहाहि अथवा जहाहि भवति आचहौ सूत्रेण जहाहि भवति वा आच तादृशमेव उक्तं तत्र किल हि ईह लघोः इति सूत्रेण जहीहि भवति जहाते जहातेस्य इति सूत्रेण ह्रस्व इकारः भवति जहिः भवति आचहौ इति सूत्रेण जहा तिष्ठति हा तिष्ठति वा आचहौ आकारः तथैव तिष्ठति इति तत्र एव तिष्ठति पुनः आदेश भवति पुनरा अस्ति तत्र आस्थाने आगच्छति वा सो इदानीं तत्र हि परे जहा तत्र ईहल्यगोः इति सूत्रेण ईकार ईक दीर्घ इकारः भवति जहीः भवति जहातेस् इति सूत्रेण ह्रस्व इकारः भवति जहिः भवति परन्तु आचस्व इकारस्य स्थाने आकारादेशः भवतु इति आकारादेशम् हि परे आचहौ इति सूत्रेण तत्रैव तिष्ठति जहा जहाहि इति भवति तत्र सम्यक् वा इति श्रूयते वा श्रूयते भगिनि सम्यक् अपक्षे ईहल्यगोः इत्यनेन आकारस्य ईकारः तत्र जहा हि तत्र ईहल्यगोः तत्र ईहलेगोः जहीः भवति ईहल्यगोः इति सूत्रेण जहीः भवति परन्तु ह्रस्विक जहातेस् इति सूत्रेण जहिः भवति आहौ चौ इति सूत्रेण जहा तत्र आच हौ इति अन्यतरस्यां तत्र आ एव तिष्ठति जहा हि जहाहि एव भवति तत्र वैयाकरणेषु पश्यतु केवलं विकल्पेन ह्रस्व इकारादेशः अपि तु आकारादेशः अपि आकारादेशः आकारस्य स्थाने पुनः आकारादेशः भवति पुनः आकारः आकारः अस्ति एव जहाहि जहिः इति आचहौ इत्यनेन जहाहि इति आचहौ इत्यनेन अपि च वैकल्पिक आचहौ इत्यनेन एव जहिः अपि भवति जहिः अपि तदनन्तरम् ई हल्यगोः इत्यनेन जहीः इति अन्यत् रूपमपि भवति इत्युक्ते आचहौ इत्यनेन रूपद्वयं जहाहि जहिः तत्रैव वैयाकरणेषु उक्तं तत्र अत्र मदभेदः अस्ति काशिकायाम् उपरितनव्याख्यानम् अस्ति सिद्धान्तकौमुद्याम् उच्यते यत् चहौ च इत्यस्य बलेन ईहल्यगोः इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति सो ईका जह जही जहीः अपि जहाहि तत्र भवति आचहौ इति सूत्रे तस्मात् अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशः सिद्ध्यन्ति अनया दृष्ट्या ईहल्यगोः इत्यस्य पृथक् आवश्यकता नास्ति तत्र आचहौ इति सूत्रेण एव केवलं रूपद्वयं भवितुं शक्यं काशिकायां वैयाकरणेन तत् सिद्धान्तेन तत्र परन्तु पृथक् सूत्रं किमर्थम् आवश्यकम् इति वा इत्यस्य आवश्यकता किमर्थम् इति चर्चितमासीत् सेपरेट्लि तद् वक्तव्यं नास्ति इति आवश्यकता तु अस्ति एव तत्र आचहौ इत्यत्र च इत्यस्य अन्वयः ईहल्यगोः इत्यनेन भवतु अतः पृथक् सूत्रेण ईकारस्य आदेशः मास्तु आचहौ इत्यनेन एव त्रीणि रूपाणि साधयितुं शक्नुमः इति काशिका विन्स् आर् वेदर् सिद्धान्तकौमुदी विन्स् रूपाणि त्रीणि सूत्रेण इति प्रश्ने वैयाकरणात् मतभेदः केवलम् एकं वक्तुम् इच्छामि मीना भगिनी भवती उक्तवती खलु यत् आकारः तथैव तिष्ठति तथैव तिष्ठति एवं न मन्ये अहं चिन्तयामि पुनः आदेशः भवति इत्युक्ते जहतेश्च भूत्वा तदनन्तरम् ईकारस्य इति अहमपि यथा समानं चिन्तयामि तदेव अहं अत्र लिखितमपि अस्ति खलु लक्ष्मी भगिनी किमपि वदति चेत् परन्तु न उक्तवती अहम् व्याख्याने अस्ति खलु हि प्रत्यये परे ओहाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्व ईकारादेशः अपि तु आकारादेशः जगति कार्यं करो कृत्वा आचहौ भवति वा किल अतः पुनः आदेशः भवति न तु एवमेव तिष्ठति न आदेशः भवति विजयलक्ष्मी भगिनी वदति तथा नास्ति आकारस्य स्थाने एकस्मिन् पक्षे इकारादेशः अन्यस्मिन् पक्षे आकारस्य स्थाने आकारादेशः एव इति भवती वदति खलु द्वितीयं वाक्यं पठामः चेत् तादृश अर्थः लभते आहत्य हौपरे आकारस्य स्थाने विकल्पेन इकारादेशः आकारो वा भवति इति पठामः चेत् यदा विजयलक्ष्मी भगिनी वदति अस्तु तत्र यदा भगिन्या उक्तम् अन्ततो गत्वा अनेन सूत्रेण त्रीणि रूपाणि तर्हि तत्र कुर्मः वा दशवादने तत्र उमा भगिनी पठेत् खलु उमा भगिनी पठति वा तत्र अग्रिमसूत्रं पठित्वा समापयामः भगिनी अन्म्यूट् करोति वा उमा भगिनी अस्तु लोपोयि इति अग्रिमसूत्रं पठति वा न श्रूयते किमपि उमा भगिनी न श्रूयते वदन्ती अस्ति चेत् अस्माभिः न श्रूयते भगिनी एव पठतु भगिनी समापयतु समयः समयः अतीत लोपो ये यकारादौ सार्वधातुकप्रत्यये परे ओहाक् धातोः आकारस्य लोपो भवति अलोन्त्यस्य इत्यनेन ओहाक् धातुरूपाङ्गस्य अन्ते स्थितस्य आकारस्य लोपः न तु पूर्णतया अङ्गस्य जहातेश्च इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य लोपः यि सार्वधातुके अत्र अग्रिमसूत्रमस्ति खलु आचहौ 17 लोपोयि 18 अस्तु लोपोयि किं वदति यकारादौ सार्वधातुकप्रत्यये परे ओहाक् धातोः आकारस्य लोपः भवति इति अत्र लोपोयि इति एको भवति अलोन्त्यस्य इत्यनेन ओहाक् धातु उमा भगिनी इदानीं वदतु भगिनि अत्र यदा यकारादौ प्रत्ययः परे भवति सार्वधातुकप्रत्यये परे भवति तदा आकारस्य लोपः भवति अत्र अलोन्त्यस्य इत्यनेन ओहाक् धातोः सम्पूर्ण अङ्गस्य तु लोपः न भवति केवलम् अन्तिम आकारस्य एव लोपः भवति इति सूत्रं वदति जहातेश्च इत्यस्मात् सूत्रात् जहातेः इत्यस्य अनुवृत्तिः अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य तु अधिकारः अस्ति एव अतः जहातेः अङ्गस्य लोपः यि सार्वधातुके इति अनुवृत्तिसहितसूत्रं परन्तु अत्र अङ्गस्य लोपः न भवति अलोन्त्यस्य इत्यनेन अङ्गस्य अन्ते यः आकारः वर्तते तस्य एव लोपः भवति तत्र जहा योगः यात् जह् तत्र जहा इत्यस्य अन्तिम आकारस्य लोपः भूत्वा जह् योगः यात् इति भवति जह्यात् इति रूपं सिद्ध्यति तदेव अस्तु शुभरात्रिः धन्यवादः धन्यवादः सर्वे सम्यक् चालितवत्यः विजयलक्ष्मी भगिनी सर्वे धन्यवादः सर्वे मिलित्वा चालितवत्यः तर्हि धन्यवादः अस्तु धन्यवादः